नमस्कारः. अद्य धातुपाठे हल् सन्धिः अभ्यासः प्रवर्तमानमस्ति. तर्हि अधुना लोलुन् स्थापितवन्तः वयं गतसप्ताहे. तर्हि ग्रहिति जाग्रहिति लुगन्तदातुः तस्य रूपाणि परिशीलय. तर्हि हिमा भगिनी आरम्भं करोति भगिनि. आं महोदय, अत्र जाग्रह इति यङ्लुगन्तधातुः, तत्र जाग्रहयोगः प्रथमं ति योगः ईति इति, ति तु तिप् अस्ति, अतः अत्र सोपानेन पश्यामः चेत् तत्र तिप् अस्ति इति कृत्वा तत्र गुणकार्यं भवितुमर्हति, परन्तु अत्र तस्य प्रसक्तिः नास्ति. तदनन्तरम् अनिदिधातुः अपि नास्ति, अतः तस्य कार्यमपि नास्ति. सम्प्रसारण वर्णः अस्ति अत्र, अपि च सूत्रमस्ति ग्रहिज्या वै व्यधि वष्टि विचति वृश्चति पृच्छति बृज्जति नाम ङिति च इति, परन्तु अत्र तिप् अस्ति इति कृत्वा ङित् नास्ति, अतः सम्प्रसारणकार्यम् अत्र न भवति. अतः ऋकारान्तधातुः अपि नास्ति इति कृत्वा दीर्घत्वमपि न भवति. अतः अत्र जाग्रहयोगः इति अस्माकं हकारान्तधातुः अस्ति, अतः तकारः झलि अस्ति इति कृत्वा होडः इति सामान्यसूत्रं कार्यं करोति. हकारस्य स्थाने ढकारादेशः, अतः जाग्रढ् योगः ति इति स्थितिः. इदानीं ढकारः सवर्गे अस्ति, तदनन्तरं सवर्गः अस्ति इति कृत्वा तत्र टुत्वसन्धेः प्रसक्तिः. तर्हि ति इति इदानीं ढि इति भवति, जाग्रड् योगः ढि इति. अत्र जाग्रड् योगः ढि इति ढकारस्य परे ढि ढकारः क्षम्यतां हा, तकारस्य ति इति धि इति भवति. तदनन्तरं श्रुत्वसन्धिः भूत्वा धकारस्य स्थाने ढकारः आगच्छति. प्रथमं मया दोषेन दोषः अभवत् तत्र श्रुत्वसन्धिः इति उक्तवती. तत्र तु झषस्ततुर्दोधः, अनेन डकारः जश्वर्णः, परे तकारः अस्ति इति कृत्वा तत्र धि इति आगच्छति, धकारादेशः. अतः जाग्रड्योगः धि. तदनन्तरं श्रुत्वसन्धेः प्रसक्तिः, तस्य पूर्वमपि श्रुत्वसन्धेः प्रसक्तिः अस्ति, परन्तु तत्र असिद्धत्वात् प्रथमं जशस्ततोर्धोदः कार्यं करोति. यतोहि श्रुत्वसन्धि चतुर्थपादे अस्ति, अपि च जशस्ततोर्धोदः द्वितीयपादे अस्ति इति कृत्वा. तदनन्तरं श्रुत्वसन्धि भूत्वा धि इति भवति, जाग्रड्योगः ढि. अस्मिन् स्थितौ झलां झषि अपि प्रसक्तिः अस्ति, अपि च डोडे लोपः अपि अस्ति. ढोडे लोपः तृतीयपादे अस्ति, अपि च झलां झषि चतुर्थपादे अस्ति. अतः ढकारस्य लोपः, पूर्वस्थितस्य ढकारस्य लोपः भवति, अतः जाग्रयोगः डि जाग्रढि इति रूपम्. तदनन्तरम् ईति इति अस्ति. ईति तु अजादि अस्ति, परन्तु पित् अस्ति. पित्वा तत्र अन्यकार्यं क्षम्यतां भवती, तत्र सत्यं न मया तत् त्यक्तं. तत्र सूत्रं दीर्घवर्णः प्रथमं किम् आयाति, ड्रलोपे दीर्घो पूर्वस्य दीर्घवर्णः इति कृत्वा तत्र जाग्राडि इति आगच्छति, न तु जाग्रडि. धन्यवादः भगिनि. तदनन्तरम् ईति इति अस्ति. ईति तु अजादिपित् अस्ति, पित्वात् तत्र कित् कार्याणि न भवति, तत्र तु केवलं मेलनं भवति. न जाग्रहीति इति द्वितीयं रूपं. तदनन्तरं तः प्रथमपुरुष पूर्णतया वदामि वा नो चेत् अन्य पूर्णतया वदतु भगिनि. तः इति अस्ति, तः तु हलादि अपित् अस्ति, अपित्वात् तत्र ङित्वत् इति सार्वधातुकम् अपित् इति कृत्वा तत्र ङित्वत् भवति. ङित् अस्ति इति कृत्वा तत्र कार्याणि द्रष्टव्यं. तत्र तु गुणस्य प्रसक्तिः एव नास्ति, अनिदिद्धातुः अपि नास्ति, परन्तु सम्प्रसारणं भवितुमर्हति. अतः भवति अत्र रेफस्य स्थाने ऋकारादेशः भवति, तर्हि जाग्रह इदानीं जागृह् इति भवति, परन्तु रेफस्य स्थाने ऋकारः आगच्छति, तदनन्तरम् अकारः अपि अस्ति. तत्र पूर्वरूपादेशः भवति सम्प्रसारणाच्च इति सूत्रेण, अतः जागृह् योगः तः. इदानीं होडः सूत्रेण तत्र हकारस्य ढकारः जागृड् योगः तः. इदानीं जशस्ततोर्दोदः कारणेन तकारस्य धकारः भूत्वा जागृड् योगः धः इति. ढकारस्य परे धकारः श्रुत्वसन्धिः धकारस्य डकारः भवति, जागृड् योगः डः. डकारस्य परे डकारः डोडे लोपः कारणेन प्रथमडकारस्य लोपः जागृ डः. इदानीं तत्र पूर्वे अण् वर्णः नास्ति इति कृत्वा दीर्घत्वं न भवति, जागृडः इत्येव रूपं. तदनन्तरम् अति इति अस्ति, अति अजादि अपित् अस्ति, अपित्वात् तत्र कार्याणि न भवति, केवलं मेलनमेव भवति. तत्र अपित् अस्ति इति कृत्वा केवलं सम्प्रसारणकार्यं भवति, रेफस्य ऋकारः भूत्वा सम्प्रसारणाच्च इति पूर्वरूपादेशः भूत्वा जागृह योगः अति जागृहति इति रूपं भवति. धन्यवादः. अनन्तरं जाग्रह योगः सि, तत्र सि इति पित् प्रत्ययः, अतः अत्र तु इक्वर्णः नास्ति अन्ते, धातोः अन्ते, न तु उपधायां, तर्हि अत्र किमपि गुणकार्यं किमपि नास्ति. अत्र प्रत्ययः पित् अस्ति, अतः अत्र कित्नित् प्रत्ययस्य विषये किमपि चिन्तनस्य आवश्यकता नास्ति. तर्हि तत्र जाग्रह योगः सि, तत्र सर्वप्रथमं होडः इति सूत्रेण तत्र हकारस्य स्थाने ढकारः भवति, तत्र सकारे परि सकारः जलि अस्ति, तर्हि जाग्रड् योगः सि इति भवति. तदनन्तरं तत्र एकाचो बशोपश्चषन्तस्य स्तोः इति सूत्रेण तत्र धातोः अवयवः जषन्तः, ग्रड् इति जषन्तः, एकाच्, तर्हि आदौ पश् स्थाने भश् आदेशः भवति. तर्हि तत्र गकारस्य महाप्राणघकारः झाघ्रड् योगः सि. तदनन्तरं षडोः कः सि इति सूत्रेण तत्र ढकारस्य ककारादेशः सकारे परे, तर्हि जाग्रक् योगः सि. तत्र ककारः अस्ति इति कृत्वा सकारस्य षत्वम् आदेशप्रत्ययोः इति कृत्वा, तदनन्तरं जाग्रक् योगः षि. अनन्तरं तत्र करीच इत्यनेन ककारस्य ककारादेशः जाग्रक्षि इति, तत्र गकारः महाप्राणगकारः जाग्रक्षि. अनन्तरं जाग्रह योगः ईशि इति, ईशि इति अजादि अपित् प्रत्ययः, अत्र किमपि गुणकार्यं किमपि नास्ति, तत्र केवलं वर्णमेलनं, जाग्रहीषि. अनन्तरं जाग्रह योगः तः, तत्र तः इति अपित् प्रत्ययः नित्वत्, अतः अत्र कित्नित् प्रत्ययस्य विषये चिन्तनं भवति. तत्र इदानीं तत्र धातुः सम्प्रसारणी धातुः, तर्हि अत्र सम्प्रसारणं भवति ग्रहीज्यावलि सूत्रेण. तर्हि तत्र रेपस्य स्थाने ऋकारः जाग्रह योगः तः. तदनन्तरं तत्र होडः इति सूत्रेण हकारस्य ढकारः जाग्रड् योगः तः. अनन्तरं तत्र जशस्ततोर्धोदः इति सूत्रेण तत्र ढकारः जश्वर्णः, अनन्तरं थकारः अस्ति इति कृत्वा थकारस्य स्थाने धकारः जाग्रड् योगः दः. तदनन्तरं तत्र ष्टुनाष्टुः इति सूत्रेण तत्र ढकारस्य प्रभावेन ढकारस्य स्थाने टवर्गस्य चतुर्थवर्णः ढकारः, तर्हि जाग्रड् योगः डः. इदानीं तत्र डोडे लोपः इत्यनेन पूर्वतनडकारस्य लोपः, जाग् योगः डः. तत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते तत्र अन्वर्णः नास्ति, ऋकारः. तर्हि जागृडः, अनन्तरं जागृड इति रूपं. धन्यवादः भगिनि. सुब्रह्मण्यं आं भगिनि, इदानीम् अत्र इदानीमत्र उत्तमपुरुषरूपाणि भगिनि. जाग्रहयोगः मि, मि इति पित् अस्ति गुणकार्यस्य पित्तिः, परन्तु अत्र निमित्तानि न सन्ति अतः गुणकार्यं न भवति. इदानीमत्र केवलं वर्णमेलनमेव, जाग्रं हि इति भवति. अनन्तरं जाग्रहयोगः इमि समानकार्यमत्रापि, जाग्रहि केवलं वर्णमेलनमेव, जाग्रहीमि. जाग्रहयोगः वः, वः अपित् अस्ति अतः नित्वत् भूत्वा अत्र नेति अतिदेशः, अतः अत्र इदानीं सम्प्रसारणकार्यं ग्रहधातुः सम्प्रसारणी धातुः, अतः रेपस्य स्थाने ऋकारः. जाग्रहयोगः वः इदानीं केवलं वर्णमेलनमेव, जाग्रह तथा एव जाग्रमः. तिष्ठति जाग्रहेतोपि तिष्ठति सम्प्रसारणं कृत्वा पूर्वप्रयोगस्थाने पूर्वरूपयति, तद् सर्वं मिलित्वा महोदय सम्प्रसारणकार्यम्. आं भगिनि, धन्यवादः. धन्यवादः महोदय. पुष्प भगिनी वदति. लोट्लकारः तत्तु तु अस्ति, तित् अस्ति, गुणकार्यम् अत्र नास्ति, गुणकार्यं नास्ति. हकार जाग्रहयोगः तु हकारस्य परिवर्तनम् आयाति होडः इत्यनेन, जाग्रड् योगः तु अस्ति न, जाग्रड् योगः तु अस्तु अस्तु, जाग्रड् योगः तु अत्र डकारस्य प्रभावेन तकारः परिवर्तनम् आयाति, आदेशः डकारः आयाति आदेशः तु तत्तु मूर्धन्येन मूर्धन्येन अल्पप्राण न अल्पप्राण डकारः अस्ति न मूर्धन्यै मूर्धन्य दत्तु जाग्रड् मूर्धन्य तालव्य डकारः तु अत्र जाग्रड्डु अस्तु तत्तु जाग्रड्डु इति आयाति परिवर्तनम् आयाति तकारस्य परिवर्तनं न परिवर्तनं तकारस्य अल्पप्राण ऐ मीन् दन्त्यदकारस्य महाप्राणदकारः आयाति, तत् जाग्रड्डु इति सम्पूर्णं. ईतु तु अत्र किम् अनन्तरं किं भवति डोडे लोपः इति? क्षम्यतां, डोडे लोपः अस्ति अत्र, पूर्वडकारस्य लोपः भवति जाग्रडु. अत्र जाग्रहडु न जाग्रडु, अत्र अत्वर्णः अस्ति, अण्वर्णः अस्ति, द्रलोपे दीर्घोणः, तत् जाग्राडु, जाग्राडु इति परिवर्तनं. ईतु तु अजादि अस्ति, अत्र कोऽपि परिवर्तनं न भवति. जाग्रहीतु मेलनेन, तात्तु अपित् अस्ति, अत्र जाग्रहयोगः तात् अत्र अङ्गकार्यम् अङ्गकार्यं न कार्यमस्ति वा अत्र सम्प्रसारणकार्यं, तत्तु जाग्रह इति एव तिष्ठति न ऋकारः भवति रेपस्य स्थाने, अनन्तरं रेपकारयोः स्थाने रेपः एव आयाति सम्प्रसारणाच्छेति सूत्रेण, तर्हि जागृहिति एव तिष्ठति, जागृहिति भवति ऋकारः भवति ऋकारः जागृह अस्ति. अत्र होडः डकारस्य आदेशः हकारस्य स्थाने, अत्र जागृड् योगः तात् जागृड् योगः तात् तत्तु चकारस्य परिवर्तनम् आयाति, किम् आयाति दशचतुर्दोदः तु तकारस्य दकारः आयाति, तत्तु ढकारस्य प्रभावेन ढकारः मूर्धन्यः ढकारः आयाति, तत्तु जाग्रड् योगः डात् इति आयाति, अत्र जाग्रड् डात् इति अस्ति, डोडे लोपः तत्तु पूर्वस्थितस्य डकारस्य लोपः भवति, अत्र अण्वर्णः नास्ति, तत् तत्तु तत्तु ताम् अस्ति, तां तु तथैव जागृणाम् आय. अत्र तु अपित् अस्ति, अत्र अपित् अस्ति चेत् अत्र एकः गुणः उपदायाम् अत्र उपदायाम् अस्ति न, उपदायाम् आयाति पुनः अत्रापि सम्प्रसारणकार्यं भवति खलु, अपित् अस्ति तत्र सम्प्रसारणकार्यं भवति गृहीज्यामि इति. जागृहयोगः अतु अस्तु, जागृहयोगः अस्तु, सम्प्रसारण तथा एव जागृ अस्तु अस्तु अत्र जागृहतु इति. आं भगिनि, धन्यवादः. धन्यवादः. रामप्रिया भगिनि, श्रूयते वा भगिनि? आं भगिनि. इदानीं लोट्लकारे मध्यमपुरुष एकवचनं हि तात् इति अस्ति. हि इति हलादि अपित् अस्ति. जाग्रह् योगः हि सार्वधातुकम् अपित् ञति च इति सूत्रेण ञित्वत् भवति. अनन्तरं सम्प्रसारणकार्यम् अस्ति. ग्रहिज्य इति प्रथमसूत्रं, सम्प्रसारणञ्च इति द्वितीयसूत्रं भूत्वा जाग्रह् योगः हि इति भवति. अनन्तरं हू जल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने दि आदेशः, जागृह् योगः दि. होडः इति सूत्रेण जागृड् योगः दि. ष्टुना जागृड् योगः दि. आम्, ष्टुनाष्टुः इति सूत्रेण जागृड् योगः दि. डोडे लोपः इति सूत्रेण डकारस्य लोपः भूत्वा जागृडि इति भवति. हि तात् अपि समानकार्यं, जागृडात् इति भवति, तदपि हलादि अपित्. जाग्रह् योगः तं, तदपि हलादि अपित्. तत्र सार्वधातुकम् अपि ङिति च इति सूत्रेण ङित्वत् भूत्वा सम्प्रसारणञ्च इति ग्रहीज्या सम्प्रसारणं च इति सम्प्रसारणी कार्याणि भूत्वा जागृह् योगः तं. होडः इति सूत्रेण जागृड् योगः तं. जशस्ततोर्दोर्दः इति सूत्रेण जागृड् योगः दम्. ष्टुनाष्टुः जागृड् योगः डम्. डोडे लोपः जागृ योगः डं, जागृडं. बहुवचने समानकार्यं जागृड. अस्तु भगिनि, सरला भगिनि. भगिनि, लोट्लकारे उत्तमपुरुष आनि अस्ति, कारण अस्ति देश अङ्गकार्यं सम्प्राप्त न भवति. जाग्रह योग आनि इति भवति वर्णमेलनं, तथैव जाग्रह योग जाग्राम बहुवचने जाग्राम इति भवति. प्रथमम् आनि आप सर्वत्र जागृहाणि जागृहाव जाग्रहाः तत्र जाग्रहाणि जाग्र इति कार्यं न भवति न जाग्रहाणि जाग्रहाव जाग्रह. तत्र प्रथमरूपे नत्वं भवति अपि भगिनी उक्तवती वा? तत्र लकारस्य अनन्तरं अकारं लकारस्य लकारः भवति. इदानीं लङ्लकाररूपाणि अजाग्रह योगः तकारः ईतिति. अजाग्रह योगः तकारः इदानीम् अपृक्तवर्णः अस्ति इति कृत्वा हल्याभ्यो दीर्घस्य सुतस्य पृक्तं हल् इति कृत्वा तकारस्य लोपः भवति. अजाग्रह योगः अजाग्रह एव इदानीं पदसंज्ञा प्राप्नोति अजाग्रह इति. इदानीं हकारस्य स्थाने ढकारादेशः पदान्ते पदान्तकार्यम् इति कृत्वा अजाग्रड् इति भवति. तदनन्तरं एकाचो भषो बश् तस्य कार्यं भवति. तत्र धातु तु अनेकाचस्ति, अत्र अवयवः स्वीकृत्य तत्र घ्रड् इति, तत्र घकारस्य स्थाने महाप्राणघकारः आगच्छति, बशस्य भष्भावः, बशः भष्भावः, बशस्य न, अजाग्रड् इति. अजाग्रड् इदानीम् अन्ते ढकारः अस्ति झल्वर्णः इति कृत्वा, जलां जशोन्ते कृत्वा अजाग्रड् घकारः महाप्राणः, डकारः अल्पप्राणः. तदनन्तरं भावसानि कृत्वा डकारस्य टकारः अपि भवति, तर्हि अजाघ्रड् अजाग्रट् इति. तदनन्तरम् ईत् तु पित् अस्ति परन्तु अजादिः अस्ति, अत्र किमपि कार्यं नास्ति, केवलं संयोजनम्, अतः अजाग्रहीत्. अपि च अत्रापि अन्यत् रूपं भवति, तकारस्य दकारः जलां जशोन्ते इति कारणेन अजाग्रहीद् इति. तदनन्तरं ताम् अस्ति, ताम् हलादि, क्षम्यतां, हलादि अपित् अस्ति, अपित्वात् अत्र सम्प्रसारणकार्यं भवति, रेफस्य ऋकारः भूत्वा अजाग्रह योगः ताम् इति. पुनः समानकार्याणि होडः, तदनन्तरं जशस्ततुर्दोदः, ष्टुत्वसन्धिः, अतः अजाग्रड् योगः ढाम् इति. डोडे लोपः, पूर्वस्थितस्य ढकारस्य लोपः, अजाग्र योगः डाम्, तर्हि अजाग्रडाम् इति भवति. तदनन्तरम् उः इति अस्ति, उः तु अजादि अपित् अस्ति, अपित्वात् अत्र सम्प्रसारणकार्यं भवति, रेफस्य ऋकारः, अतः अजाग्रह योगः उः इति. अन्य किमपि कार्याणि नास्ति, केवलं संयोजनेन तत्र अजाग्रुः अजाग्रुः. आम् महोदय, तु सन्ध्या भगिनी उक्तम् इति मन्ये, अजाग्रहन् प्रथमविभक्ति एकवचन नकारः भव वक्तुम् इति मन्ये. तत्र तु नकारः तु नास्ति एव खलु भगिनि, यदि पदायां जाग्रहाणि इति तत्र उक्तवान् किल, आनयाव आम तत्र नत्वम् इति. इदानीं विद्या भगिनी उक्तवती लोलन् इत्यस्मिन् आयाति अत्र नकारः आयाति अन्ते, किमर्थम् इत्युक्ते उपादायं नकारः अस्ति इति कृत्वा आयाति, अत्र तु नकारः कुतः अपि न आयाति न अवभाति. भगिनी, एकः अत्र प्रथमपुरुषे एकवचने लङ्लकारे यत्र प्रत्ययः त इति अस्ति, अत्र भष्भावस्य प्रसक्तिः नास्ति किल? किं वर्तते महोदय? भष्भावः एक चो भषो भष् जषन्तस्य ध्वोः इति, अत्र सकार नास्ति, ध्वा इति नास्ति. आमामां सत्यं महोदय, केवलं उग्र इति एव तिष्ठति. सैव वदतु, तत्र कोऽपि अस्ति, मम सूत्रं न जानामि, एकवारं वदतु महोदय सूत्रं. महोदय, किं सूत्रं भगिनि? तकारस्य लोप हल्नाभ्यो दीर्घस्य प्रोक्तं हल्, चकारस्य लोपः भवति न? तथैव. धन्यवादः महोदय, मम सर्वदा मम अपि तथा एव अस्ति भगिनि, सर्वदा विस्मरामि. अहं बहुवारं पठितवती अपि, ध्वनिमुद्रं न शृण्यं शृण्मि, तत्तु अत्र वदतु भगिनि. परन्तु पदान्ते तस्य कार्यम् अस्ति किल, एकाचो बशो बश् पदान्ते अस्ति वा? एकनिमिषं, पदान्ते अस्ति परन्तु सकारे अत्र पदान्ते अवयवः इति कृत्वा इति एव पदान्ते एव किल, पदसंज्ञा प्राप्नोति इति पदस्य अन्ते नास्ति किल इदानीं न परन्तु वयं तु दृष्टवन्तः हल्ङ्याभ्यो दीर्घसुतिस्य प्रयुक्तं हल् भूत्वा पदसंज्ञा प्राप्नोति इति तत्र भवति यत्र ईत् इति अस्ति तत्र ईत् नास्ति पूर्व तत्र भवति तत्र एव पदसंज्ञा प्राप्नोति काचो बशो बश् प्रसक्तिः अस्ति हेमा भगिनी उक्तवती किल हेमा भगिनी उक्तवती किन्तु मम अपि कथम् अस्ति जग्र हेमभकारस्य परे प्रथमपुरुष एकवचनं हेमा भगिनी यत् उक्तवती तदेव समीचीनम् एकवारं वदतु भगिनि वदति वा हेमा भगिनी पुनः तत्र पदान्ते इति पुनः भ्रमः पदस्यान्ते अस्ति भगिनि मम भ्रमः एव पदस्य अन्ते अस्ति इदानीं क्षम्यतां पदस्यन्ते अस्ति अत्र यत्र श्रीपुर पश्यामः तत्र भ्रमः एव महोदय अत्र अजाग्रह अत्र भगिनि वदामि सरला भगिनी वा भगिनि मम प्रश्नः अस्ति जाग्रद् अस्ति तत्र गकार ढकार मध्ये रेफ् अपि अस्ति तत् तस्य कोऽपि अनेका च भूत्वा अपि गकारस्य घकार भवति भष् भाव आगच्छति तत्र एकाचु बशो बश् वयं सूत्रं वदामः प्रश्नः कः जाग्रहड् यदा भवति जाग्रह होड सूत्रेण जाग्रहड् भवति तदनन्तरम् एकाचो बश् बश् भवती उक्तवती सर्वज्ञे अपि एकाचो बशो बश् उक्तवती किन्तु ढकार मध्ये रेप अपि अस्ति न रेप हाल् अतः तत्र किमपि महत्त्वं नास्ति अस्तु जाग्रड् एकनिमिषं भगिनि अजाग्रड् अजाग्रट् इति वदामि वा भगिनि आं भगिनि अजाग्रह् योगः स इति प्रत्ययः अत्र स इति प्रत्ययः पित् प्रत्ययः अतः अत्र सम्प्रसारणं न भवति तर्हि इदानीं तत्र हल्याभिगच्छतिस्य प्रथम हल् इत्यनेन स प्रत्ययस्य लोपः अजाग्रह् पदम् अस्ति तर्हि तत्र अजाग्रहोडः इत्यनेन हकारस्य स्थाने डकारः पदान्ते तदनन्तरं तत्र इदानीं तत्र ग्रड् इति जशन्तधातुः एकाच् अपि अस्ति तर्हि तत्र पश् पश्भावः भवति पदान्ते तर्हि गकारस्य महाप्राणघकारः अजाघ्रड् इति अजाघ्रड् महाप्राणढकारः तत्र जराजशोन्ते इत्यनेन तत्र टवर्गस्य तृतीयवर्णः अजाघ्रड् अजाघ्रड् इति भवति तदनन्तरं वावसाने इति कृत्वा तत्र चत्वम् अजाघ्रट् विकल्पेन जष्त्वम् अजाघ्रड् अनन्तरम् अजाग्रह् योगः ईः तत्र अजादिपित् प्रत्ययः तत्र केवलं वर्णमेलनम् अजाग्रहीः अनन्तरम् अजाग्रह् योगः तम् तत्र तम् इति अपित् प्रत्ययः त्वत् तत्र सम्प्रसारणं भवति अजाग्रह् इति भवति अजाग्रह् योगः तम् होडः इत्यनेन हकारस्य डकारः जलिपरे अजाग्रड् योगः तम् अनन्तरं जशस्ततो लोदः इत्यनेन तकारस्य धकारः अजाघ्रड् योगः धम् अनन्तरं तत्र स्टुनाष्टुः इति सूत्रेण तत्र डकारस्य प्रभावेन धकारस्य स्थाने महाप्राणढकार अजाघ्रड् योगः ढम् इदानीं डोडे लोपः इत्यनेन पूर्वतनडकारस्य लोपः अजाग्र योगः ढम् यत्र अत्र ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिः नास्ति ऋकारः अण्वर्णः नास्ति अतः अजाग्रढम् अजाग्रह्योगः त अत्रापि यथा पूर्वं सम्प्रसारणं तथैव किं भवति अजाग्रड अहं तु पित् अस्ति अजादि पित् अस्ति अत्र तथैव तिष्ठति अजाग्रह इति वकारः मकारः तु अपित् अस्ति सम्प्रसारण ग्रहीत्य इत्यनेन जागृह् इति आयाति तत्तु सम्प्रसारणाच्च इत्यनेन जागृह् अजागृह् इति अस्ति जागृह् वा अजागृह् अजागृह् मा अस्तु भगिनि विधिलिङ्गमपि वदति वा भगिनि अत्र अपि अस्ति विधिलिङ्गलकारे सर्वेषु अत्र सम्प्रसारण सूत्र अस्ति अजाग्रह न जाग्रह इति तिष्ठति जाग्रह्यात् जाग्रह्यात् अत्र सम्प्रसारणकार्यं भवति वा जागृह्यातां जागृह्युः जागृह्याः जागृह्यातं जागृह्यात जागृह्यां जागृह्याव जागृह्याम सुब्रह्मण्यन् महोदय अग्रिमता अत्र प्रच् इति धातुः यङ्लुगन्तधातुरूपमस्ति पाप्रच् इदानीं लट्लकारे पाप्रच् योगः ति ति इति तिप् प्रत्ययः अतः गुणकार्यस्य प्रसक्तिः परन्तु न भवति अत्र गुणकार्यस्य निमित्तानि न सन्ति केवलं प्रत्ययः एव अस्ति पाप्रट् योगः ति इदानीम् अत्र ति इति तकारः झल् प्रत्याहारस्य वर्णः अतः अत्र पूर्वमत्र तृक्षकारः अस्ति अतः छोः षूडनुनासिके च इत्यनेन अत्र तुक्सहितच्छकारस्य स्थाने षकारः पाप्रश् योगः ति इदानीमत्र षकारः अनन्तरं झल् वर्णः अतः व्रश्च भ्रश्च सृज मृज यज राजभ्राज छषां षः इत्यनेन अत्र षकारस्य स्थाने षकारः पाप्रश् योगः ति इदानीमत्र पूर्वं षकारः अनन्तरं तकारः अतः ष्टुना ष्टुः इत्यनेन तकारः टकारः पाप्रश् योगः ति इदानीं खरी च पाप्रश् योगः ति एव अत्र षकारः षकारः एव भवति शकारः पाप्रश्योगः अस्ति, तकारः पूर्वमस्ति, अतः अत्र वर्णः एव अस्ति, अतः कोऽपि परिवर्तनं न भवति. पाप्रष्टि इति रूपं भवति अत्र. द्वितीयमस्ति अत्र इति विकल्पेन पाप्रच् योगः इति, पुनः तिप्रत्ययः अत्र गुणकार्यस्य प्रसक्तिः, परन्तु न भवति, किम् अत्र निमित्तानि न सन्ति. पाप्रच् योगः इति केवलं वर्णमेलनं भूत्वा पाप्रच्छी इति रूपं भवति. तः इति अपित्प्रत्ययः, अतः णित्वत् गुणस्य निषेधः. तः इति णित् भूत्वा अत्र सम्प्रसारणस्य प्रसक्तिः, परन्तु अत्र ग्रहीज्या इति सूत्रे पृच् धातोः ष्टिप् इत्यनेन धातोः निर्देशः अस्ति, अतः अत्र लुगन्तरूपे अत्र सम्प्रसारणं न भवति, यद्यपि अनन्तरं णित् प्रत्ययः अस्ति. अतः पाप्रच् योगः तः. इदानीं पुनः अत्र छोः षूडनुनासिके च इत्यनेन पाप्रश् योगः तः. अनन्तरं व्रश्च व्रश्च सृजमृजये च राजभ्राजच्छशां षः इत्यनेन पाप्रश् योगः अतः. अष्टुनाष्टुः इत्यनेन पाप्रश् योगः टः. अनन्तरं खरी च पाप्रश् योगः टः पाप्रष्टः. अति इति बहुवचन सिद्धत्वनिश्चयः. पाप्रच् योगः अति, अति इति अपित् प्रत्ययः, णित्वत् गुणस्य निषेधः. अपि च अत्र सम्प्रसारणस्य सम्प्रसारणं न भवति, यथा पूर्वं दृष्टवन्तः. पाप्रच् योगः अति वर्णमेलनं भूत्वा पाप्रच्छति, आहत्य पाप्रष्टि, पाप्रच्छीति, पाप्रष्टः, पाप्रच्छति. एतानि रूपाणि. धन्यवादः. आम् आं भगिनि. इदानीं लट्लकारस्य मध्यमपुरुष सि इति, तत्तु हलादिपित् अस्ति, पाप्रच् योगः सि. अत्र गुणकार्यं न भवति, गुण उपदायाम् इक् वर्णः नास्ति. श्वोः षूडनुनासिके च इति सूत्रेण पाप्रश् योगः सि. अनन्तरं व्रश्च व्रश्च सृजमुज इति सूत्रेण चषांशः, षकारस्य स्थाने षत्वादेशः, पाप्रश् योगः सि. ष्टुनाष्टुः इति सूत्रेण षकारस्य प्रभावेण सकारः टकारः भवति, पाप्रश् योगः टि. पाप्रष्टि इति प्रथमरूपम्. ईषि इति द्वितीयरूपे पाप्रच् योगः ईषि, अजादिपित् अस्ति, तत्र केवलं वर्णमेलनमेव, पाप्रचीषि इति रूपं. द्विवचने तः इति अपित् अस्ति, तत्रापि तत्र सार्वधातुकमपि ङिति च इति सूत्रेण ङित्वत् भवति, परन्तु सम्प्रसारणकार्यं न भवति प्रच् धातोः कृते इति. पाप्रच् योगः तः. श्वोः षूडनुनासिके च इति सूत्रेण षकारादेशः, पाप्रश् योगः तः. व्रश्च व्रष्ट इति सूत्रेण षकारादेशः, पाप्रश् योगः तः. ष्टुनाष्टुः टका द्वितीयटकारादेशः पाप्रष्टः इति द्विवचने, बहुवचने त समानकार्यं पाप्रष्ट. मध्यमपुरुषे सि यत्र अस्ति तत्र षडोकः सि कार्यं न करोति वा? यद् प्रापश् भवति द्वयमपि आगच्छति. तत्र प्रथमपुरुषस्य रूपमेव उक्तवती भगिनि, तत्र क्षम्यताम्, अहं मम चिन्तनम् अन्यत्र आसीत्. पाप्रक्षि इति भवति खलु. ओहो हो, षकारस्य वा? धन्यवादः भगिनि, धन्यवादः. षडोः सूत्रस्य अङ्गं न मम तु मनः कुत्रचित् आसीत्. क्षम्यताम्, अधुना षडोः कः शृणोमि आगच्छति चेत् आदेशप्रत्ययोः आगत्य. आम्, धन्यवादः. बहु पित् अस्ति, पित्वात् कुलनिषेधः अस्ति अत्र. प्रापच् योगामि तस्य श्रोस् चोषु धनसाके अनुलासके कार्यं न करोति कारण कि मकार अनुनासिकं नास्ति, झल् प्रत्याहारे अपि नास्ति, केवलम् अनुनासिक किल. अहं चिन्तयामि केवलम् अनुनासिकवर्णः अस्ति खलु. अनुनासिक अस्ति, आमामां जोष् अनुनासिके इति सूत्रं कार्यं करोति. चकार तुक्सहित चकार अस्ति, तस्य स्थाने शकार तालव्यशकार आगच्छति. प्रापश् योगमी भवति. इदानीं वृषभस्य कार्यं न करोति, प्रापश्मी इति भवति. इमी अस्ति तत्र केवलं प्रापच्छीमि भवति, तत्र अनुनासिकं नास्ति, अच्वर्णः अस्ति. वकार अपित्वात् निर्मित् अस्ति, सम्प्रसारणसकार्यं प्रसक्तिः अस्ति किन्तु निषेधः भवति तत्र. प्रच् यङ् लुकि धातु भूत्वा प्रापच् इति भवति. प्रापच् योग व इदानीं चोष् चोषु वर्णनासिके कार्यं न करोति, प्रापच्व भवति अत्र. प्रापच् योगम् अत्र चोषु अनुनासिके कार्यं करोति. प्राप शकार आगच्छति, प्रापश् योगम प्रापश्म इति भवति, प्रापश्मः. भवन्तः जानन्ति वा अत्र ष्टिप् प्रत्यये परे किमर्थं, यदि निर्देशः भवति चेत् एण्लुके किमर्थं कार्यं न भवति इति, परिभाषा वा? पुनः ह्यः अपि पठितवन्तः तत्र ष्टिपि यङ्ग्लुकि उदाहरणम् इति कृत्वा तत्र दत्तमस्ति भगिनि. तत्र तत्र परिभाषा अपि परिभाषा वा वार्तिकमपि दत्तमस्ति वा? न, केवलं अलङ्कारविषये अस्ति, अन्यत्र भवति परन्तु याङ्ग्लुकि विषये केवलं पञ्चधातूनां कृते यत्र स्टिप्रयोजनं कृतं तत्र किटिङ् इति प्रत्यये परे सम्प्रसारणं न भवति इत्येव उक्तम्। किन्तु कथं पृच्छति इष्यति भवति तत्र ग्रहिज्या वै व्यदि वष्टि विचति वृश्यति पृच्छति वृजतीनाम् इति नवधातवः सन्ति तत्र ग्रहि वै व्यदि ते इक् प्रत्ययः योजयित्वा धातुनिर्देशः कृतं परन्तु वष्टि विचति वृश्यति पृच्छति वृजति तु स्टिप् धातु स्टिप् प्रत्ययं योजयित्वा तत्र छन्दस्य विषये अलङ्कारविषये अस्ति इति कृत्वा तत्र केवलं धातुनिर्दिष्टे तस्य प्रयोजनमस्ति। वयं पुनः पठितुं शक्नुमः भगिनी तत्र वादिगणे आवां खुल ऐ मीन् 5.6 पश्यतु भगिनी तत्र वादिगणे वा वादिगणे 5.6 यः सुब्रह्मण्य महोदय किन्तु वार्तिकं किमपि नास्ति तत्र तथा महोदयेन उक्तं वैयाकरणाः कीदृशं जानाति इति वक्तव्यम् इत्येव वार्तिकं किल भगिनि अन्यत् किमपि नास्ति इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकं 3.3.1.8 इति तस्य एव प्रतिपादनं कृतवान् विशिष्टधातु कृतं न भगिनि विशेषधातु विशेषधातु न अस्मिन् सूत्रे पञ्चधातूनां कृते स्टिप् योजितम् अपि च अन्यत्र इक् इति योजितम् इति इक् प्रत्ययस्य केवलं सूत्रालङ्कारः छन्दस् इति भगिनी एकं वाक्यमस्ति तत् पठामि कानिचन सूत्राणि सन्ति येषु कस्यचित् धातोः निर्देशो भवति स्टिप् प्रत्ययेन तत्र स्टिपः प्रयोजनम् इदं यत् तेन सूत्रेण यत् कार्यं विधीयते यङ् लुकः प्रसङ्गे अस्य धातोः तादृशं कार्यं न भवति इति दत्तमस्ति यत्किमपि धातोः यः किमपि कस्यापि धातोः निर्देशः स्टिप्रत्ययेन भवति यत्किमपि सूत्रे तस्य प्रसक्तिः अस्ति तादृशप्रसक्तिः यङ्लुकः प्रसङ्गे अस्य धातोः तादृशं कार्यं न भवति यङ्लुकि एव तादृशकार्यं न भवति इति अन्यत्र भवति परन्तु अत्र न भवति सूत्रे अत्र पृच्छति इति स्टिप् प्रत्ययेन धातोः निर्देशः अस्ति अतः सम्प्रसारणं यङ्लुगन्तधातोः कृते न भवति 5-6 कृते अत्र यङ्लुक् प्रसङ्गः इति प्रसङ्गे इति विवरणं कृतं न अत्र महोदय अस्तु भगिनि अस्तु महोदय धन्यवादः महोदय तर्हि अग्रे सम्प्रसारणनामकं यङ्लुके अधुना लट् अभवत् खलु लट् अभवत् लोट् प्रसङ्गे द्रष्टव्यं सरला भगिनी उक्तवती खलु अन्तिम रामप्रिया भगिनी उक्तवती वा लट् न समाप्तं भगिनि केवलं लट् समाप्तं लोट् रामप्रिया भगिन्याः क्रमः खलु लोट् अहम् उक्तवती भगिनि उक्तवती वा हेम भगिनी तत् इदानीं लोट् वा अस्तु भगिनि पाप्रच्योगः तु इति तु इतु पित्तस्ति तु इति कृत्वा तत्र गुणकार्यं नास्ति सम्प्रसारणकार्यं नास्ति तुक्सहितचकारः अस्ति इति कृत्वा झलिपरे तत्र तालव्यशकारादेशः भवति छ्वोः षूडनुनासिके अनेन पाप्रश्योगः तु इति स्थितिः तर्हि पाप्रश्योगः तु इदानीं ब्रश्च ब्रश्च अनेन सूत्रेण शकारस्य मूर्धन्यशकारः भवति पाप्रश्योगः तु इदानीं श्रुत्वसन्देहे प्रसक्तिः कार्यं च तकारस्य तकारः भूत्वा टु इति भवति पाप्रष्टु इति रूपम् आगच्छति तदनन्तरम् ईतु इति अस्ति ईतु तु अजादि अपि च पित् अस्ति अतः अत्र केवलं मेलनमेव भवति पाप्रच्छीतु इत्येव भवति किमपि कार्यं नास्ति अत्र तदनन्तरं तु ईतु तात् अस्ति तात् अपि हलादि अपित् अस्ति इति कृत्वा अत्र अपित्वात् ङित्वत् इति कृत्वा तत्र सम्प्रसारणकार्यं भवति स्म परन्तु इदानीमेव उक्तवन्तः यतोहि सूत्रे स्टिप् प्रयुज्य तत्र धातुनिर्देशं कृतम् इति कृत्वा याङ्ग्लुकि तत्र सम्प्रसारणकार्यं न भवति अतः पाप्रच्योगः तात् पुनः तुक्सहितचकारस्य स्थाने तालव्यशकारः च्वोः षूडनुनासिके च इति कृत्वा निमित्तं चकारः झलि अस्ति इति कृत्वा तदनन्तरं शकारस्य मूर्धन्यशकारः भवति शकारान्तधातुः अस्ति इति कृत्वा व्रश्च व्रश्च अनेन सूत्रेण चशांशः इति शकारः आगच्छति पाप्रश्योगः न तं प्रत्ययं दोषेन उक्तवती किल तु ईत् तात् तदनन्तरं ताम् इति अस्ति ताम् अतु हा तर्हि ताम् इदानीं पाप्रश्योगः ताम् इति शकारस्य परे तकारः अस्ति तत्र श्रुत्वसन्धिः भूत्वा तकारस्य तकारः भवति पाप्रश्योगः ताम् इति तर्हि पाप्रष्टः पाप्रष्टाम् इति रूपं भवति तदनन्तरम् अतु अतु तु अपित् अस्ति अजादिः अस्ति अत्र केवलं मेलनं भवति पाप्रच्छतु एव भवति धन्यवादः पाप्रच्छयोगः हि इति अपित् प्रत्ययः तथापि तत्र सम्प्रसारणं न भवति अत्र यथा वयं दृष्टवन्तः तर्हि अत्र पाप्रच्छयोगः हि तत्र हूजल्भ्यो हेर्दिः अपि च चोः शूरनासिके च द्वयोः सूत्रयोः प्रसक्तिः अस्ति तर्हि तत्र प्रथमं हूजल्भ्यो हेर्दिः इति परसूत्रं तस्य कार्यं प्रथमं तर्हि पाप्रच्छयोगः हि स्थाने धि पाप्रच्छयोगः धि इदानीं तत्र चोः शूरनासिके च इत्यस्य प्रसक्तिः इदानीमपि अस्ति तर्हि तर्हि तत्र चकारस्य स्थाने तालव्यशकारः पाप्रश्योगः धि पाप्रश्योगः धि अनन्तरं तत्र व्रश्च ब्रश्च सृजमृज सृजमृज यजराजराजचशांशः इत्यनेन तत्र तालव्यशकारस्य मूर्धन्यशकारः पाप्रश्योगः धि अनन्तरं तत्र ष्टुनाष्टुः इत्यनेन शकारस्य प्रभावेन दकारस्य डकारः पाप्रश्योगः ढि अनन्तरं तत्र जलां जश्चषि इति सूत्रेण तत्र तत्र डकारः जषि अस्ति इति कृत्वा तत्र शकारस्य तत्र टवर्गस्य तृतीयवर्णः मूर्धन्यवर्णः जष्त्वं पाप्रढि अनन्तरं पाप्रच्छयोगः टात् तत्र पाप्रच्छयोगः तात् तत्र पित् हलादिपित् अपित् प्रत्ययः तर्हि अत्र सम्प्रसारणं न भवति कार्यं करोति यत्र पप्रड्डि प्रथमडकारः अल्पप्राणडकारः अनन्तरं महाप्राणडकारः यत्र द्वयोः महाप्राणत्वम् अस्ति तत्र एव दोडे लोपः किल दोडे लोपः अस्ति न नास्ति अत्र नास्ति नास्ति डकारः नास्ति तृतीयडकारः अस्ति भगिनि जष्ट्वं कृत्वा तृतीयडकारः आगच्छति तर्हि तत्र न भवति पाप्रच् योगः तात् तत्र तु पुनः तत्र हालादि अपि प्रत्ययः तत्र चोहशूड नासिकेच इत्यनेन तत्र तुक्सैतचकारस्य तालव्यचकारः पाप्रश् योगः तात् तदनन्तरं तत्र व्रश्च भ्रश्च सृजमृजज राजभ्राजचशांशः इत्यनेन तालव्यशकारस्य मूर्धन्यशकारः पाप्रश् योगः तात् अनन्तरं ष्टुनाष्टुः शकारस्य प्रभावेन तकारस्य स्थाने टकारः पाप्रष्ठात् अनन्तरं पाप्रच् योगः तं यथा पूर्वं पाप्रष्टं पाप्रष्टम् अनन्तरं पाप्रच् योगः त अत्रापि चोहशूडनासिके च अनन्तरं व्रश्च भ्रश्च सृजमजयज राजभ्राज चशांशः अनन्तरं सुनाष्टुः कृत्वा पाप्रष्ट पाप्रष्ट अत्र भगिनि लट्लकारे लोट्लकारे समान अस्ति न न तत् प्राप्त उत्तमः इति अस्ति प्राकृष्ट इति अस्ति लट्लकारे बहुवचने इति एव अस्ति खलु तर्ट इति एव प्रथमटकारः एव मूर्धन्यटकारः अत्र तकारस्य मूर्धन्य नास्ति न लोट्लकारे लोट्लकारेपि मूर्धन्य एव भवति किन्तु प्रथमटकारः आयाति प्रथमटकार अल्पप्राणटकारः अल्पप्राणटकारः अत्र आनी आवा आमा तत्र कोऽपि पित् अस्ति सर्वे त्रीणि अपि कोऽपि पाप्रच् इति तिष्ठति पाप्रच्छानि प्रापच्छावा प्रापच्छाम आं भगिनि इदानीं लङ्लकारः अत्र प्रथमं तु अडागमः लुङ् लङ् लृङ् ष्वडुदात्त इत्यनेन अतः अपाप्रच् योगः इदानीं त इति प्रत्ययः अस्ति प्रथमम् अत्र प्रायः तुक्सहितचकारः अपि च झल्वर्णः परः अतः छोः षूडनुनासिके च इति चिन्तयामि अपाप्रश् योगः त अनन्तरमत्र तकारः अत्र अपृक्तसञ्ज्ञकवर्णः अतः हल्न्याभ्यो दीर्घात् सुतिश्च पृक्तं हल् इत्यनेन तकारस्य लोपः अपाप्रश् इदानीं व्रश्च भ्रश्च सृज मृजयज राज भ्राजच्छशांशः इत्यनेन शकारस्य षत्वम् अपाप्रश् शकारः अन्तिमवर्णः अपि च झल् वर्णः अतः झलां झषोन्ते इत्यनेन षकारस्य स्थाने डकारः अपाप्रड् अनन्तरमत्र वावसाने इत्यनेन अत्र चरादेशः अपाप्रट् अत्र रूपद्वयम् अपाप्रड् अपाप्रट् ईत् इति अन्यविकल्प अस्ति अत्र अपाप्रच् योगः ईत् ईत् इति अत्र गुणकार्यस्य तिप् अस्ति अतः गुण तित् अस्ति अतः गुणकार्यस्य प्रसक्तिः परन्तु उपधायां इक्वर्णः नास्ति लघु इक्वर्णः नास्ति अतः केवलमत्र वर्णमेलनमेव अपाप्रचीत् इति रूपं भवति अत्र झलां झषोन्ते इत्यनेन अत्र दकारः वावसाने इत्यनेन तकारः अपाप्रच्छीद् अपाप्रच्छीत् इति रूपद्वयम्। अपि च इदानीमत्र ताम् अस्ति, अपाप्रच् योगः ताम्, ताम् इति अपित् प्रत्ययः, नेत्वत् भूत्वा गुणनिषेधः, सम्प्रसारणस्य कार्यं भवितुम् अर्हति, परन्तु अत्र यङ्लुकि यत्र धातोः निर्देशः ष्टिप् इत्यस्य उपयोगेन कृतम्, अत्र सम्प्रसारणं न भवति। अपाप्रच् योगः ताम्, इदानीमत्र तुक्सहितचकारः, अतः छोः षूडनुनासिके च इत्यनेन अत्र अपाप्रश् योगः ताम्, तकारः झल् वर्णः, अतः व्रश्च भ्रश्च सृजं मृजयज राज भ्राजक्षशांशः इत्यनेन अपाप्रश् योगः ताम्, स्तुनास्तुः इत्यनेन अपाप्रश् योगः ताम्, खरीच इत्यनेन अपाप्रश् योगः ताम्, वर्णमेलनं भूत्वा अपाप्रष्टाम् इति रूपं भवति। अपाप्रच् योगः उः, उः इति अजादि अपित् अपि यथा वयं पूर्वं दृष्टवन्तः सम्प्रसारणम् अत्रापि न भवति, केवलं वर्णमेलनमेव। अपाप्रच्छुः इति रूपम्। आं भगिनि, लङ्लकारे मध्यमपुरुष एकवचनं सकारः, अपाप्रच् योगः सकारः, हलादिपित् अस्ति, प्रथमं श्रोः षुडनुनासिके च इति सूत्रेण तुक्सहितचकारस्य लोपः भवति, क्षम्यतां लोपः न भवति, चकारस्य स्थाने षकारादेशः भवति, अपाप्रश् योगः तकारः, हल्ङ्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इति सूत्रेण सकारस्य लोपः भवति, अपाप्रश् इति पदसंज्ञा प्राप्नोति। इदानीं भ्रश्च भ्रश्च चषांशः इति सूत्रेण अपाप्रश् इति भवति, जलां जशोन्ते अन्ते भवति, जलां जशोन्ते इति सूत्रेण अपाप्रड् वावसाने इति सूत्रेण अपाप्रट्, समान एव किल, प्रथमपुरुष एकवचनं समानरूपम्, ईहि इति विकल्पेन, तत्र तु अपाप्रच् योगः ईहि, तत्र पित् अस्ति, अजादिपित् अस्ति, तत्र किमपि कार्यं नास्ति, वर्णमेलनमेव, अपाप्रच्ची इति भवति, तम् अपाप्रच् योगः तम्, प्रथमं श्रोः शुडनुनासिके च इति सूत्रेण अपाप्रश् योगः तम्, अनन्तरं भ्रश्च भ्रश्च चषांशः इति अपाप्रश् योगः ताम्, तं अनन्तरं ष्टुनाष्टुः इति सूत्रेण अपाप्रश् योगः तम्, अपाप्रष्टम् इति रूपम्, अनन्तरं त समानकार्यम् अपाप्रष्ट, ड अपि भवति वा न किल, यत्र ठ भवति चेत् ड अपि भवति, अपाप्रष्ट अपाप्रष्ट, क्षम्यताम्, अपाप्रष्ट इति तत्र एष एव भवति इति, क्षम्यतां, हलन्तं भवति चेदेव, हलन्तं नास्ति, अकारः नास्ति, अस्तु तर्हि अग्रे भगिनी एकः प्रश्नः अत्र, अत्र लङ्लकारे मध्यमपुरुषे एकवचने अत्र प्रत्ययः सा अस्ति, अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति भूत्वा अत्र षडोः कः इत्यस्य प्रसक्तिः न भवति वा? तद् प्रभाद्य पदान्तकार्यं भवति इति. पदान्तकार्यं तु इत्युक्ते झलान्तसंख्या भवति वा? तत्र महाप्राणकारः नास्ति किल, तत्र महाप्राणकारः नास्ति, ओ शकारस्य इति, शकारस्य, ओ शकारस्य. किन्तु तद् प्रभाद्य पदान्तकार्यस्य सूत्रसंख्या पश्यामः चेत् पदान्तकार्याणि इतोपि बलवत् भवति इति कृत्वा तदेव कार्यं. तदपि द्वि अष्टमाध्यायस्य द्वितीयपादे एव अस्ति. अस्तु भगिनि, धन्यवादः. धन्यवादः. तर्हि अग्रे अधुना विद्या भगिनी उक्तवती खलु, सुब्रह्मण्यम् हलो. अम् अप्रापच् योग अम् अम् अप् अस्ति कोऽपि अङ्गकार्यं न भवति प्रत्ययस्य. इदानीं अप्रापच् अडानम् आगच्छति, अप्रापच् योग अम् इति भवति, अप्रापच्छं भवति. वकार अपित् सार्वधातिक अपित् अस्ति, कित्वित् अस्ति, किन्तु प्राप्रच् जङ्लुकि इति सम्प्रसारणं न भवति. अप्रापच् योग वा केवलं वर्णं वर्णमेलनं भवति. अप्रापच् योगं तत्र षोडो अनुनासिके इति सूत्रेण अप्राप शकार आगच्छति, अप्रापश् भवति, अप्रापश्यम भवति, वर्णमेलनं भूत्वा. साधु. अस्तु, विधिलिङ्ग् अपि सर्वे अपित् अस्ति, तत्र पुनः सम्प्रसारणं न भवति यङ्लुकि यङ्लुकि धातु भूत्वा. अत्र प्रापच् योगयात् केवलं वर्णमेलनं भवति, प्रापच्यातां प्रापच्युः प्रापच्यातं प्रापच्यात् प्रापच्यां प्रापच्याव प्रापच्याम. अस्तु भगिनि, धन्यवादः भगिनि. तर्हि समाप्तः खलु विषयः. अत्र अत्र अहं परिभाषेन्दु शेखरः इति पुस्तके पश्यामि, अत्र किमपि उक्तमस्ति, परिभाषा अस्ति स्थिपा शपानुबन्धेन निर्दिष्टं यद्गणेन च इत्रेकाच् ग्रहणं चैव पञ्चेतानि न यङ्लुकि इति अस्ति. किमपि उपायः परिभाषा अस्ति कथं परिभाषा? तर्हि केवलं पञ्चानां कृते वा? पञ्चानां कृते यङ्लुकि कार्यं न भवति, पञ्चैतानि इति उक्तमस्ति, तेषु अन्यतमः स्टिप् अपि अस्ति. न न, यदि अन्यत्र कुत्रापि स्टिप् इति अन्यधातूनां कृते स्टिप् प्रयुज्य कुर्मः चेत् तत्र भवति वा? सर्वेषां धातूनामपि स्टिप् यत्र योजितं भवति तत्र सूत्रेषु यङ्लुकि न भवति इति. अन्यदपि अस्ति, किमपि अन्य चत्वारि अपि सन्ति यत्र यङ्लुकि कार्यं न भवति इति, किन्तु वयं न गच्छामः तत्र. तर्हि विरमामि. धन्यवादः, क्षम्यताम्, अहम् अद्य तु पूर्णतया मम मनः कुत्रचित् अस्ति. धन्यवादः, शुभरात्रिः. धन्यवादः, शुभरात्रिः.